पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 23 व्यास उवाच पूर्वं गोचरशो नाम राजाभूत् क्षितिमण्डले शान्तः परमधर्मज्ञो राजनीतिविदाम्बरः सत्यवादी जिदक्रोधो जिदवैरिसमुच्चयः नारायणार्चनपरो हरिसेवा रतः परः सुप्रज्ञा नाम महिषी तस्यासीत् प्रियवादिनी सर्वलक्षणसम्पन्ना पदि सेवा परायणा एकादशी व्रतरता सर्वप्राणिहितैषिणी जातिस्मरा महाभागा सुशीला वरवर्णिनी स राजा दशमीं कृत्वा सदारः परमार्थविद एकादशीं निषीधिन्यां जागरं कर्तुमुद्यतः तत्रान्तरे द्विजः कश्चिच्चौरिर्नाम महीपतेः आजगाम महातेजास्तस्य जागरमण्डपं तमायान्तं स भूपालो नारायणपरायणः पाद्याद्याैः पूजयामास सदारोऽत्यन्तहर्षितः तेषां मध्ये सोपविष्टः स विप्रोऽखिलतत्त्वविद विष्णुपूजा परांस्तत्र ददर्शव्रतिनो बहून् पूजयन्ति हरिं के जिन्नानापुष्पैर्मनोरमैः गन्धैर्धूपैस्तथा दीपैरुपहारैरनुत्तमैः गङ्गा मृद्भूषिता केचित्तुलसीपत्रमालया अलङ्कृता हरेरग्रे नृत्यन्ति व्रदिनो मुदा केचिद् गायन्ति गीतानि ललितानि हरेः पुनः करतालं समादाय व्रदिनो भगवत्प्रियाः तु वैरनुत्तमैः केचिन्नारायणमनामयं स्तुवन्ति जगदामीशं दिव्यार्थैः कोमलाक्षरैः श्वेतचामरवादेन शीतलेन जगत्पदेः विजयन्ति हरेः प्रीतिं केचिच्च महतीं तथा केचिद्वीणादिकं वाद्यं ललितं शुचिमङ्गलं वादयन्तो महात्मान केचिद्गायन्ति केशवं स राजा राजमहिषी द्वावप्यत्यन्तहर्षितौ गायतां ललितं गीतं नृत्यतां नृत्यमुत्तमम् तौ दम्पती महात्मानौ नृत्यगीतादिकारिणौ वाचा मधुरया प्राह स शौरिर्ब्राह्मणोत्तमः शौरिरुवाच धन्योऽसि त्वं महीपालधन्या च महिषी तव चरित्रं युवयोरेदन्मङ्गलं भुवि दुर्लभम् त्वां वक्ष्यामि यथ कश्चिन्न दृष्टो वैष्णवोत्तमः त्वया भूमि भुजा पृथ्वी धन्येयं नात्र संशयः एकादशी व्रतमिदं पवित्रं भगवत्प्रियं सदारः कुरुषे भूप तस्मात् त्वं वैष्णवाग्रणीः सप्तद्वीपैकनाथश्च सदारस्त्वं नृपोत्तम नारायणाग्रधप्रीत्या यदो नृत्यसि गायसि चरित्रं युवयोरेदम्पत्योर्दृष्टमद्भुतं कस्माद्बुद्धिरियं जाता युवयोरतिनिर्मला व्यास उवाच तस्येदं वाक्यमाकर्ण्य शौरिनाम्नोद्विजन्मनः ईषद्धास्यमुभिप्राह सुप्राज्ञा तमधो द्विजम् सुप्राज्ञोवाच एकादशी प्रभावेन पूर्वमावां द्विजोत्तम अधिपादकिनौ मुक्तौ सूर्यजेन महात्मना जातिस्मृतिप्रभावेण दिव्यमेकादशी व्रतं कुर्वः सम्प्रति विप्रेन्द्र परमस्थानकाङ्क्षया शौरिरुवाच यदि नूनं वरारोहे पूर्वां जातिं त्वमात्मनः वेत्सि मे ब्रूहितां श्रोतुं जायते कौतुकं हृदि पूर्वं स्थिता का भवति अधिर्वा कस्थितस्तव कथं भास्करिणा त्यक्तौ युवां पादकिनावपि सुप्राज्ञोवाच अप्रकाश्यमिदं वाक्यं यद्यपि द्विजसत्तम स्थितास्मि वारमुख्याहं रदिशास्त्रविशारदा तस्मिन् जन्मनि पापानि होराणि सुबहूनि च मया कृतानि विप्रेन्द्र नरकक्लेशदानि वै अयं नित्योदयो नाम शूद्रस्वाह चारवर्जितः परदारहरक्रूरः परद्रव्यापहारकः सुराभो मित्रहन्ता च भ्रूणः परहिंसकः अत्यहङ्कारयुक्तश्च धर्मनिन्दाकरः सदा एकदाज्ञादिभिः सर्वैः परित्यक्तो हि सद्व्रतैः आजगाम ममाकारं वेश्या विभ्रमलोलुपः युवानं सुन्दरं दृष्ट्वा तमेनं द्विजसत्तम मयापि प्रीतिमासाद्य सन्तुष्टः सुरतैरपि तदोऽनुभूय सुरदं मया सह तपोधन अयमाह च मां प्रेम्णा विनयावनतो वचः अहं सुरत शास्त्रज्ञः परित्यक्तस्वबन्धुभिः यदि त्वं मन्यसे तस्मिं तिष्ठाम्यत्र त्वया सह विनयावनदं वाक्यमिदं शुश्राव तद्विज दम्पती भावमासाद्य सहनेन स्थितास्म्यहं कदाचिद्विज शार्दूल एकादश्यां तिथौ हरेः महद्भिः पीडिताहं च देहदेहावखादकैः तस्मिन्नेव द्विजश्रेष्ठज्वरजर्जरदेहया न पीदमुदकं नान्नं भुक्तं च परया भिया मम स्नेहोदयं मम स्नेहोदयोऽयं च तस्मिन्नेव दिने हरेः तत्याज्जान्नं च तोयं च विषन्न इव जन्मना अधरात्रौ द्विजश्रेष्ठदीपं प्रज्वाल्य सर्पिषा मया कृतं जागरणं ज्वरापहत चेदसा नारायण हरे कृष्ण रक्षमामिदि जल्पदा मुहुर्मुहुरनेनापि हृदं जागरणं निशि उपवासप्रभावेण केशवोच्चारणेन च आवयोः सकलं पापं विनष्टमभवद्विज तदः प्रभादे विमले भगवत्युदिदे रवौ ज्वरार्दिताहं पञ्चत्वं गदा ब्राह्मणसत्तम सम्प्राप्त तं च तां दृष्ट्वा मामयं च तदशुचिः सहत्या मरणं भेजे निन्दितः सकलैर्जनैः सूर्यजस्य तदप्रेक्ष्यैर्ज्वलदग्निनिभेक्षणैः बद्ध्वा दृढेन पाशेन नीतौ दुर्गमवर्त्मना शुभकर्मा शुभं वापि चित्रगुप्तो यमाज्ञया सर्वं विचारयामास मूलात् स तु विचक्षणः चित्रगुप्त उवाच यद्यप्येदौ महाबाहो महापादकिनां वरौ तथापि पातकैर्मुक्तौ ह्येकादश्यामुपोषणाद अनिच्छयापि ह्य कुर्यात् पुण्यमेकादशीव्रतं सोऽपि गच्छेत् परं स्थानं सर्वपापविवर्जितः इत्युक्तश्चित्रगुप्तेन धर्मराजो महायशः आसनात् सहसोत्थाय ववन्दे ताममुञ्चसः सुगन्धैश्चन्दनैर्दिव्यैर्धूपैः पुष्पैश्च मृत्युना सुवर्णाभरणैरेव मण्डितौ पापवर्जितौ फलैर्नानाविधैस्तत्र मधुरैरमृतोपमैः भास्करिः कारयामास प्रीत्या भोजनमावयोः अध स्तुत्वास्तवैर्दिव्यैः स्वयमावां यमप्रभुः समारोप्य रथे दिव्ये प्रोवाचेदि कृताञ्जलि यम उवाच युवां पुण्यवदां श्रेष्ठौ सर्वपापविवर्जितौ यत्रास्ते भगवान् विष्णुर्गच्छेन्तां तत्र सम्प्रति इत्युक्तौ धर्मराजेन विनया वनतेन वै अधैतदुःखदमावाभ्यां नत्वा तत्पादपङ्कजे गन्तव्यं नान्यथा देव तद्विष्णोः परमं पदं किं त्वस्ति नरकं द्रष्टुं त्वद्गृहस्थं स्पृहावयोः यमाज्ञया ततो विप्र रथमारुह्य शोभनं दुष्प्रेक्ष्या निरया दृष्टा आवाभ्यां तत्र विस्तराः ब्राह्मण उवाच तत्रावस्था पापवतां याया दृष्टाः पतिव्रते विस्तरेण समाख्यातुं तास्ताः सर्वास्त्वमर्हसि पुण्यात्मानःपथा येन व्रजन्ति यममन्दिरं पापात्मानश्च शुश्रोणि तन्मे कथय विस्तराद पुण्यात्मा कीदृशं पश्येत्तत्र वैवस्वदं प्रभुं पुण्यात्मनां पापिनां च पन्थानं सुखदुःखदम् सुप्राज्ञोवाच आदौ ब्रवीमि पन्थानं नृणां पुण्यवदामहं शृणुष्व द्विजशार्दूल शृण्वदां प्रीतिवर्धनं प्रस्तरैर्विस्तरैर्बद्धो दिव्यवस्त्रैः समावृतः भादि पुण्यवदां पन्थाः सर्वोपद्रववर्जितः क्वचिद्गन्धर्वकन्याभिर्गीयते गानमद्भुतम् क्वचिन्मञ्जुशरीराभिरप्सरोभिश्च नृत्यते क्वचिद्वीणा क्वणं नानावाद्यं चक्रुर्मनोरमं क्वचित्कुसुमवृष्टिश्च क्वचिद्वायुश्च शीतलः क्वचित्प्रपाशीततोया क्वचिच्च भुक्तिशालिकाः क्वचिद्देवाश्च गन्धर्वाः पठन्ति स्तवमुत्तमम् क्वचित् क्वचिद्दीर्घकाश्च फुल्लपद्माः सुशोभनाः सुच्छायाः पादभाक्वापि पुष्पिदा वञ्चुलादयः ततस्तु सुखसम्पन्नाः पथि गच्छन्ति मानवाः पुण्यात्मानो द्विजश्रेष्ठ सुखमृत्युमवाप्य च केचित्तुरङ्गमारूढा नानालङ्कारभूषिताः उद्दण्डधवलच्छत्रैर्गच्छन्त्यावृत्य मस्तकम् केचिद्यान्ति गजारूढा रथारूढाश्च केचन यानारूढा जना केचित् सुखेन यममन्दिरम् केचिद्देवाङ्गना हस्तन्यस्तचामरवायुभिः गच्छन्ति वीचिदामर्त्यास्तूयमाना सुरर्षिभिः केचिद्दिव्यायुधधरास्रक्चन्दनविभूषिताः भुं जन्दो यान्ति ताम्बूलं पुण्यात्मानो यमालयम् निजगात्रत्विषा केचिज्ज्वालयन्तो दिशो दश व्रचन्ति शमनागारं जलग्रहनिवासिनः केचिच्च पायसं दिव्यं भुञ्जदो यान्ति सत्तम सुभक्षणं प्रकुर्वन्तः पदि यान्तः सुखेन च केचिद्दुग्धं पिबन्तश्च केचिदिक्षुरसं तथा केचित्तक्रं पिबन्तश्च गच्छन्ति यममन्दिरं केचिद्दधीनि भक्षं थ केचिन्नानाफलानि च केचिन्मधु पिबन्तश्च पुण्यवन्तो व्रजन्ति वै तानागदांस्तदो दृष्ट्वा बहून् धर्मपरायणान् भास्करीं प्रीतिमासाद्य स्वयं नारायणो भवेद् चतुर्बाहुश्यामवर्णः प्रफुल्लकमलेक्षणः शङ्खचक्रगदपद्मधारी गरुडवाहनः स्वर्णयज्ञोपवीतीज स्मरचारुं महाननः किरीटीकुण्डली चैव वनमाला विभूषितः चित्रगुप्तो महाप्राज्ञश्चण्डाद्या यमकिङ्गराः सर्वे नारायणाकारा बभूवुर्मधुरोक्तयः तदस्वयं धर्मराजस्तान् सर्वान् मनुजोत्तमान् परमां प्रीतिमासाद्य मित्रवच्चार्चये द्विज दिव्यरत्नैः फलैश्चैव तेषां पुण्यवदां नृणां भोजनं कारयित्वादु तानुवाचाथ भास्करिः यम उवाच यूयं सर्वे महात्मानो नरकक्लेशभीरवः निजकर्मप्रभावेण गम्यतां परमं पदम् संसारे जन्म सम्प्राप्य पुण्यं ह्य कुरुदे नरः समे पिता समे भ्राता समे बन्धुः समः सुहृद इत्युक्त्वा धर्मराजेन ते सर्वे द्विजसत्तमदिव्यं रथं समारुह्य नारायणपुरं गताः पुण्यात्मनां गतिः प्रोक्ता समासेन द्विजोत्तम पापात्मनां शृणु गतिं विस्तरेण वदाम्यहं षडशीतिसहस्राणि योजनानि दुरात्मनां प्रोक्तो मार्गस्य विस्तारसर्वदुःखान्वितः स च कुत्रचित् वह्निवृष्टिश्च कुत्रचिच्चाश्मवर्ष्मणम् क्वचित् क्वचिद्विजश्रेष्ठ सन्तप्तं तप्तवालुकं क्वचित् क्वचित् तीक्ष्णशिला क्वचित् तप्तशिलास्तथा क्वचित् क्वचित् शस्त्रवृष्टि क्वचिदङ्गारवर्षणं क्वचिदग्निरिवादीव सन्तप्ता वान्ति मारुताः गम्भीरान्धकरा क्वापि तृणावर्तमुखा द्विज क्वचित् कण्टकवृष्टिश्च नाराचमयकण्टकैः पाषाणश्रेणय क्वापि दुःखरोहाः सपन्नगाः गच्छन्ति पापिनस्तत्र शुष्ककण्ठोष्ठतालुकाः एवं बहुविधक्लेशे छायाजलविवर्जिते तस्मिन् मार्गे द्विजश्रेष्ठपापिनो यान्ति दुःखिताः नाम्ना विमुक्तकेशाश्च प्रेदाकारा भयङ्कराः रुधिरौखप्लुधा केचित् केचित् कर्दमभूषिताः केचित् केचिच्च कृष्णाङ्गाः पथि गच्छन्ति पापिनः क्रं दन्दो व्यधया केचित् श्रवद्भाष्पाकुलेक्षणाः शोचन्दस्वानि कर्माणि केचित् गच्छन्ति पापिनः कस्य चिच्चर्मपाशस्य बन्धनं पापिनां गले कङ्काले कस्यचित् बद्धा कस्यचिच्च पदद्वये गले सूचीसमुत्कीर्णे पाशं दत्त्वा दृढं रुषा आकृष्यन्ते यमप्रेष्या केषाञ्चिच्च कृतैनसाम् वर्त्मस्थान् गुरुपाषाणान् वहन्दकर्णरन्ध्रकैः अयो भारांश्च शीर्षाग्रैर्व्रजन्ति पथि पापिनः कांश्चिद्भुजेषु पाजेषु नयन्ति यमकिङ्कराः ग्रीवासु पापिनः केचित् करप्रहरणैर्दृढैः क्षिप्तक्षिप्ता यमप्रेष्या नयन्ति यमकिङ्कराः यां त्यतशिरसः केचिदूर्ध्वपादास्तथा परे गच्छन्ति बाहुभिः केचिदेकपादाश्च केचन इत्येवं विकृताकारा आर्तरावविरावणाः यमदूतैस्ताड्यमानाः पापिनो यान्ति तत्पथे तेष्वागतेषु सर्वेषु पापात्मा सुरुषायमः दिव्यामूर्तिं परित्यज्य बभूवात्यन्तभैरवः त्रिंशद्योजनदीर्घाङ्गो वापि सदृशलोचनः धूम्रवर्णो महातेजप्रलम्बो खर्खरध्वनिः सुदीर्घदशनश्रेणिः शूर्पोपमनखावलिः प्रचण्डमहिषारूढः सं दष्टदशनच्छदः दन्दहस्तश्चर्मपाशो भ्रुकुडी कुडिलाननः चित्रगुप्तो महामायक्रोधारुणितलोचनः अट्टाटहासं कुर्वाणः समवर्ती विराजते शम्दाध्या किं करा सर्वे पाशमुद्गरपाणयः बभूवुर्भैरवाक्रुद्धा गर्जं तो जलदा इव जहि जह्याशु पापिष्ठान् भिन्दि छिन्दय विन्धय समं तादेव धावं तो वल्गन्ति यम किं कराः तानाः पततः सर्वान् पापिनो धर्मराट् प्रभुः तर्जयेत् कालदण्डेन त्यजन् हुङ्कार निःस्वनम् यम उवाच रे पापा दुराचारा युष्माभिरविवेकिभिः अहो कृतानि पापानि आत्मपीडा कराण्यपि मस्तकोपरि तिष्ठन्तं नेक्षध्वं समवर्तिनं ज्ञात्वापि मां जीवितेशं युष्माभिः पातकं कृतं पुण्यात्मनामहं बन्धुरहं पापात्मनां रिपुः यदि कुत्रापि युष्माभिर्न श्रुतं श्रवणैः स्वकैः निरया दुःसहाः सन्ति नानादुःखसमन्विताः पापिनो भुञ्जते तांश्च युष्माभिर्नेदि विश्रुतम् मत्वा मिथ्यैव युष्माभिश्चर्चा मम दुराशयाः अद्य सैव स्वकैर्नेत्रैर्दृश्यतां कृतपादकाः वित्तान्ध्येन वचो मत्ता यूयं सर्वे सदैव हि चक्रिरे पापजालानि युष्माभिः सततं यथा तथा पापफलं दुष्टा भुञ्जदां क्रन्दनेन किं सुप्राज्ञोवाच इत्युक्त्वा भास्करिर्देवश्चित्रगुप्तमुवाचः येषां पापकर्माणि महाभागविचारय धर्मराजवज श्रुत्वा चित्रगुप्तो महत्तदा तेषां यावन्ति पापानि तावन्ति प्राह चोदितः ततस्ते पापिनः सर्वे क्रन्दन्ति द्विजसत्तम इत्यूचुशमनं भीताश्चर्मपाशे नियन्त्रिताः पापिन ऊचुः अस्माभिर्यानि पापानि कृतानि भास्करात्मज के स्थिता साक्षिणस्तत्र के वायूयं निवेदिताः अशुभं वा शुभं वापि यतोऽस्माभिकृतं पुरा तथा च दृष्टं केनात्र पुरोऽस्माकं निगद्यतां ततः प्रखस्य भगवान् कोपेन महदा द्विज आहूय साक्षिणः सर्वानिदं वचनमब्रवीद यम उवाच यूयं सर्वे यथा वृत्तं सन्निधौ साक्षिणस्तथा आकाशं पृथिवीं चैव जलं च तिथयस्तथा दिनं रात्रिरुभे सन्ध्ये धर्मश्चैते दुःसाक्षिणः तेषां पापात्मना मूचु सर्वं कर्म शुभाशुभं यस्य यस्य च वेलायां कर्म यद्यधिकारितं स साक्षी तस्य जगाद यमसन्निधौ तच्छ्रुत्वा पापिनः सर्वे साध्वसा हृष्टमानसाः सकम्पहृदयास्तस्तुर्मेखं दृष्ट्वा मृगा इव ततस्तु दन्दावलिभिः कुर्वन् कडकडन्ध्वनिम् धर्मराट्कालदण्डेन ताञ्जखानपृथक् पृथक् ताडिदा धर्मराजेन ते सर्वे कृतपादकाः क्रन्दन्ति निजकर्माणि शोचन्तः प्राप्तसाध्वसाः तदस्तान् पापिनः सर्वान् दूदाश्चण्डादयो रुषा नरकेषु यमा देशाद्रौरवादिषु चिक्षिपुः तपने चिक्षिपुः कांश्चिदवीचौ कृतपातकान् सङ्घादिकालसूत्रे च महारौरवके तथा सन्तप्ते वालुकाकुण्डे कुम्भीपाके तथा परान् निरुच्छ्वासे महाघोरे चिक्षिपुश्च प्रमर्दने असि पत्रवने घोरे नानाभक्षेषु पापिनः वैतरण्यां तथा केऽपि चिक्षिपुर्यमकिङ्कराः घोरे विष्टाह्रदे कांश्चित्तुषाङ्गारास्ति कण्डकैः पूर्णे नितान्तसन्तप्ते चिक्षिपुर्यमकिङ्कराः पुरीषलेपने चैव पुरीषभोजने तथा स्वमांसभोजने चैव स्थापिता यमकिङ्करैः श्लेषमाणं भुञ्चते केचित् केचिद्वीर्यं च भुञ्चते पिबन्ति केचिन्मूत्राणि केचिद्रक्तानि पापिनः केषां चिद्वदनेष्वेव जलौकाः पन्नगोपमाः पूर्यं ते पन्नगाश्चैव यमदूधैर्भयङ्करैः उत्पाद्यन्ते दिसन्तप्तैर्जिह्वाश्च द्विजसत्तम केषाञ्चित्कर्णरन्ध्रेषु मुखेषु च कृद्धैनस्सां तप्ततैलानि पूर्यन्ते निर्दयैर्यमकिङ्करैः केषाञ्चित् खङ्गधाराभिर्बाहुं च चरणं तथा कर्णादिनासिकाश्चैव छिन्दन्ति च दुरात्मनां शयनं कुर्वदे केचिज्ज्वलदङ्कारसंचये केचिन्नाराचतुल्येषु शयनं कम्तकेषु च कर्दमेषु च तप्तेषु कांश्चिञ्छमनकिङ्कराः पादयन्ति द्विजश्रेष्ठ केशेष्वाकृष्य पापिनः वमनेषु च केषाञ्चिन्नखसन्धिषु पापिनां तप्तसूजीसहस्राणि प्रक्षिपन्ति मुहुर्मुहुः सन्तप्तलोकशूलाग्रे कांश्चिदारोपयन्ति वै क्रन्दन्ति कण्डकैस्तीक्ष्णैः केषां चिन्मस्तकानि वै गृहीत्वा हस्तपादेषु शाल्मलिद्रुमकण्डकैः निष्कुषन्तिरुषा कांश्चिदार्तरावविराविणः बद्ध्वागलेषु पाषाणं कांश्चिच्छमनकिङ्कराः रक्तगर्ते पयोगर्ते पादयन्ति पुनः पुनः याम्यैर्दूदैरुद्गिरन्ति शिरांसि पापिनां नृणां चूर्णयं च्युपलैर्याम्या मुहुर्मुहुरधिक्रुधा वक्षो मध्येषु केषां चिल्लोहकीलकसञ्चयान् आरोपयन्ति लोकानां क्रं ददां दुरितात्मनां चक्षूंषि बडिशैकेषामुत्पाट्यं ते कृतैनसां केषां चिन्नासिकायैव पूर्यं ते वृच्चिकैर्द्विज केषाञ्चित् वृक्षशाखायां बद्ध्वा पादांश्च पाशकैः ज्वालयन्ति तले वह्निं सधूमं यमकिङ्कराः धूमपानं प्रकुर्वन्ति ते तत्र कृतकिल्बिषाः अधोमुखा ऊर्ध्वपादास्तस्तुरा चन्द्रतारकम् मुसलैर्मुद्गरैः केचित्ताड्यमानाः पुनः पुनः याम्यैर्दूदैरुद्गिरन्ति शोणितानि व्यथा कुलाः अन्धकारमये गेहे पूदिगन्धवदिद्विज दंशैश्च मशकैश्चैव केचित्सीदन्तिपापिनः भस्मानि भुञ्जते केचित् कृमीन् केचिच्च भुञ्जते केचिद्दुर्गन्धमांसानि केचिच्च पूदिमृत्तिकां स्वभिर्व्याघ्रैः शृगालैश्च वज्रदन्धनखैस्तथा वृक्षैः केचिद्भक्ष्यमाणाः क्रन्दन्ति रुधिराप्लुताः नीतां तोग्रविषैसर्पैर्भक्ष्यमाणास्तथा परे अन्ये महिष शृङ्गाग्रनिर्भिन्नवक्षसोद्विज पदन्ति मूर्च्छिधा पृथ्वीं सिञ्चन्तो रुधिरैर्महीं यमदूतधनुर्मुक्तैर्घोरैराशीविशोपमैः जर्जराखिलदेहाश्च लुठं त्यन्ये महीतले तप्ता यः पिण्डनिलयं तप्तपाषाणमेव च दंश शस्त्रेण केषाञ्चित् कुष्णन्ति वदनेषु च नासा रन्ध्रेषु केषाञ्चित् यमदूधा मुखेषु च श्वासानिल निरोधार्थं नासारन्ध्रं वयन्ति वै केषाञ्चित्तीक्ष्णधाराभिर्यमशाक्रिभिरुद्धतैः उत्पाट्यं तेऽङ्गचर्माणि यमदूतैर्महाबलैः कांश्चित् गृहीत्वा केशेषु निपात्य पृथिवीतले कीलैः पादादिभिर्हादैस्ताडयन्ति सदैव हि केचित्क्षाराम्बुधाराभिः सप्ता कृतपादकाः क्षाराम्बुपानं कुर्वन्ति क्रन्ददो बहुधा द्विज पित्तपानमहाभाग केचित् कुर्वन्ति पापिनः स्नुहि क्षीराणि केचिच्च पिबन्ति पापिनां वराः केषाञ्चित् स्वपदां भूमौ वक्षस्सु यमकिङ्करैः दीयन्ते गुरुपाषाणाः सन्तप्ताः पर्वतोपमाः काष्ठखण्डद्वयं दत्त्वा ग्रीवायां च गले तथा उदग्रमुखं बध्नन्ति केषाञ्चित् दृढपाशकैः आरोप्य वृक्षशाखायां कांश्चित् भूमौ क्षिपन्ति च उत्थापयन्ति भूमौ च प्रक्षिपन्ति पुनः पुनः एवं ते पापिनः सर्वे क्षुधितास्तृषितास्तथा त्राहि त्राहीति जल्पं तो रुदन्ति यादना गृहे युगकल्पान्तपर्यन्तं भुक्त्वा निरययातनां नाधिभुक्त्वा पापशेषे या जायन्ते पापयोनिषु पापयोनौ समुत्पन्ना भवन्ति व्याधिपीडिताः हीनाङ्का अधिकाङ्गाश्च दुःखिनपापसेवकाः अपुत्रा अधिमूर्खाश्च परहिंसापरायणाः अल्पायुषोऽल्पमधय कुभार्यापदयस्तथा नित्यं पापानि कर्माणि कर्मणा मनसा गिरात् पुनः प्रापप्रभावेन निरयं यान्ति पूर्ववद तस्मात् पापं न कर्तव्यं कदाचिदपि सत्तमैः नराणां कृतपापानां नरकान्नास्ति निष्कृतिः संक्षेपात् पापिनां दुःखं निरुक्तं द्विजसत्तम सम्यक् वक्तुं कः क्षमोऽस्ति वर्षायुधशतैरपि दुर्गतीनां ततो दृष्ट्वा मनुजानां कृतैनसाम् आवां विमानमारुह्य नारायणपुरं गतौ कल्पकोटिसहस्राणि भुक्त्वा भोगान् हरेर्गृहे जादौ वैराजवंश्यस्मिन् विशुद्धे द्विजसत्तम अत्र भुक्त्वा किलान् भोगान् सर्वसम्पत्समन्वितान् सुखमृत्युं समासाद्य गन्तव्यं परमं पदम् एकादशी व्रतसमं व्रतं नास्ति जगत्त्रये अनिच्छयापि यत्कृत्वा गतिरेवं पिधावयोः एकादशी व्रतं येदु भक्तिभावेन कुर्वते न जाने किं भवेत् तेषां वासुदेवानुकम्पया इति ते कथितं सर्वं पृष्ठं ब्राह्मणसत्तम विष्णोर्दिवसमाहात्म्यं किमन्यच्रोतुमर्हसि व्यास उवाच तस्यैतद्वचनं श्रुत्वा स विप्रः परमार्थविद एकादशी व्रते चित्तं चकार सुदृढं निजं स राजा राजमहिषी चिरं भुक्त्वा वसुन्धराम् अन्ते विष्णुपुरं गत्वा प्राप्तवन्तौ परं पदं व्रतराजस्य माहात्म्यं ये शृण्वन्ति पठन्ति च पापजालैर्विनिर्मुक्ता लभन्ते हरिसन्निधौ इति श्रीपद्मपुराणे क्रियायोगसारे एकादशी माहात्म्ये त्रयोविंशतितमोऽध्यायः ॐ